पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 111 श्रीराम उवाच महेशनाममाहात्म्यं पूजामाहात्म्यमेव च नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च जलदानस्य माहात्म्यं धूपदानस्य सत्तम दीपगन्धादिदानस्य माहात्म्यं वदमे गुरो शम्भुरुवाच एकैकनाममाहात्म्यं विस्तरान्न हि शक्यते सङ्क्षेपेण च देवच्मि शृणुराघवसादरं पुरा त्रेतायुगे राजा विधृतो नाम वीर्यवान् मृते पितरि बालोऽसौ भूमि राज्येऽभिषेचितः समानवयवः सर्वान् समीपस्थांश्चकारसः ये वृद्धा ये च विद्वांसस्ते च तस्य न सम्मताः युवानः सम्मदा दुष्टा अकार्यकरणास्तथा सुस्त्रिया नयनदक्षाश्च चोरकर्मविशारदाः भाण्डवार्तारदालास्य निपुणास्तस्य सम्मताः वशीकरणमन्त्रज्ञा वस्त्रौषधविदस्तदा गीतनर्तनशीलाश्च धूर्ताद्युदविदः प्रियाः पितृसम्मदकर्तॄणां त्यागं चक्रे स पार्थिवः विचार्य स च तैः सार्धं दुष्टैः कार्यमकारयत एतादृशांस्तथा चान्यान् दुष्टान् सह युयोजः यदुक्तिमुपालम्ब्य शिष्टं सुहृदमत्यजत उरो मुष्टिं च फेत्कारं ये कुर्युस्तस्य ते प्रियाः भगलक्षणतत्त्वज्ञारदितन्त्रविशारदाः राजनीतिविहीनं तद्राज्यं समभवत्तदा गजाश्वरथमुष्ट्राजं गोमहिष्यादिकं च यद् तत्सर्वं नाशमापन्नमपहारायतस्ततः रत्नानि वसुधान्यानि न दृश्यन्ते पुरे तदा अध भूपान्तरेणासौ निर्जितः प्रपलायितः महारण्यमधो गत्वा गिरिदुर्गमकल्पयद तत्र चाल्पपरीवारश्चोरवृत्तिं समाश्रितः सुवर्णवस्त्रधान्यानि रत्नगन्धादिकं तथा तत्र तत्र विनिर्दिश्य चोरानायानवं च कान् बन्धाद्यकारयत्तैस्तु द्रव्याहरणकर्मणि यदाहारो न विद्येद तदाहारमकल्पयत गो महिष्यादिमांसेन यद्यन्नं नोपलभ्यते अश्वीयनरमांसेन भोजनं पर्यकल्पयत एतादृशमभूद्वृत्तं सन्ध्योपासादिवर्जितं एकस्तु सचिवस्तस्य सुरापो नाम राक्षसः नियुङ्क्ते सर्वकालं तमाहरप्रहरेति च एवं रक्षो मदे स्थित्वा नानादेशगदान्नरान् नृसहस्रपरीवारो ह्यादद्यादकृपालयः स्वस्वाभिमदयोषास्तु ज्ञात्वा समाहरत किञ्चित्कालं च ता भुक् कृत्वा तासां मांसमभक्षयद एवं हत्वा नरान्नारी राज्यं चक्रे सुदुःसहम् एवं वर्षसहस्रं तु राज्यं कृत्वा नराधमः जराशिथिलसर्वाङ्गो वलीपलिदूषितः निर्जीवमभवस्नानं समं तादशयोजनम् अथ मृत्युदिनं प्राप्तं राज्ञस्तस्य महात्मनः मृत्युकालेऽथ सम्प्राप्ते स्नातं भूमिगतं नृपं तस्य चानुचरा सर्वे परिवार्योपतस्थिरे सुरापसचिवः प्राह किं कार्यं मम चादिश अथ राजा तथा शक्रो निर्गतायुस्तदार्दितः नाभेराधस्तु क्षीणासु कथञ्चिद्वाक्यमुक्तवान् त्वं सर्वकाले दैत्येन्द्र प्रहर प्राहराहर इत्यधोक्त्वा ममारासौ यमदूदाः समाययुः विचित्रं बन्धने यत्नं चक्रुस्ताडनतत्पराः चूर्णिदा बन्धपाशाश्च हेदिदण्डाश्च चूर्णिताः तद्गात्रस्पर्शमात्रे च तदद्भुतमिवाभवत् अधायादस्वयं मृत्युः पाशेनैनमयोजयद मृत्युपाशमपिच्छिन्नं वीक्ष्य मृत्युरचिन्तयत् सर्वमर्त्यमृतिर्दृष्टा दृष्टा नैतादृशी क्वचिद् इति चिन्ता परे मृत्यौ ज्वालावक्त्रः प्रतापवान् वीरभद्रेण निर्दिष्टः सहसा या च शूलभृद ज्वाला वक्त्रमधालोक्य मृत्युस्तूर्णं पलाययौ पलायमानं तं दृष्ट्वा मृत्युं वह्निमुखस्तदा अरे रे चोरचोरत्वं तिष्ठतिष्ठ क्व यास्यसि येन सोमुच्यते चोरशूलारोपणमात्रदः एवमाभाष्य मृत्युं तं शूलपोतमकल्पयत् शूलं स्कन्दगतं कृत्वा दूदान् संग्रध्य रज्जुना पादशृङ्गलविन्यस्तानादाय नृपमध्यगाद विमानवरमारोप्य गीतवाद्यसुशोभितं वीरान्तिकमधो गत्वा सर्वमस्मै न्यवेदयद वीरभद्रोऽपि तत्सर्वं शङ्करायामिदात्मने नानामुनिगणैर्देवैर्ब्रह्मविष्णुपुरःसुरैः सेव्यमानाय देवाय पार्वतीसहिताय च प्रणिपत्य निवेद्याधशूलस्थं मृत्युमेव च तूष्णीं बभूव विश्वात्मा वीरभद्रप्रतापवान् अज्ञाननं वीक्ष्य शिवो विगर्हयन् कथं त्वयैतद्गणसाहसं कृतं बिभेषि मृत्योर्न कथं यमाधिकाद्वदस्व सर्वं परमार्थदो मे प्रणम्यतं वनिमुखोदिरोषो मृत्युं समालोक्य ननर्थहर्षाद उवाच चौर्यं कृतमेव मृत्युना तदेष शूलेऽपि मया प्ररोहितः विमोचयामास शिवोऽपि मृत्युं दूतानशेषान्निरुजश्चकार मृत्युं समालोक्य शिवो बभाषे मन्नाम येषां मरणे समास्ते मच्चेतः सा मन्यधियाञ्च नामहीनाक्षरं वाधिकवर्णयुक्तं ममैव लोकं प्रददामि सत्यं ह्यनेन नाम प्रहरेदि भाषितं प्रशब्दमात्रं त्वधिकं हरेदि पदप्रदं वै पदमीरयन्ति आराधमुंस्त्वं जपदो नमस्वमदीयवाक्यं च यमं वदस्व नदीं यदिं कीर्तिमुपास्तिमाश्रिता दास्यं च कैं कर्यमथ श्रुतिं वदाः पञ्चाक्षरोक्तिं शतरुद्रियोक्तिं शिवस्य कुर्वन्ति नदे विचार्याः मन्नामरुद्राक्षविभूतिधारणो ममाग्रदो यस्तु पुराणवक्ता सर्वेषु पापेष्वपि तेषु सत्सु प्रशास्म्यकं नैव यमाधिकारः ये चापि पापान्विदमायिनो नराः परान्न वस्त्रादिवधूभुजश्च वाराणसी मृत्युपराश्च ये वै श्रीशैलमर्त्याश्च नदे विचार्याः यूकाश्च दंशा अपि मत्कुणाश्च मृगाधयकीटपिपीलिकाश्च सरीसृपा वृश्चिकशूकराश्च काशीमृदा शङ्करमाप्नुवन्ति इदं नाम गृह्णन्ध्यायेद्यो वै हृत्पद्ममन्दिरे त्र्यम्बकं विरूपाक्षं सोमं सोमार्धभूषणं त्रिनेत्रकं त्रयीनेत्रं सोमसूर्याग्निलोचनं तं नमस्कृत्य दुरस्तो भव मृत्यो ममाज्ञया अथाकर्ण्यशिवप्रोक्तं मृत्युस्तुष्टावशङ्करं नमस्ते देवतानाथ नमस्ते देवमूर्तये सर्वज्ञाय नमस्तुभ्यं पशूनां पदये नमः अथ देवो महादेवो मृत्युं प्राहवरं वृणु स्तोत्रेणानेन तुष्टोऽस्मि मृत्यु वरमयाचद द्वितीयं पालय विभो माञ्च शङ्करपापिनं तथेत्युक्त्वा मृत्युमीशो गच्छ वत्सेदि चाब्रवीद यमलोकं गतसोऽपि यमायाशेष मुक्तवान् शम्भुरुवाच य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमं विमुक्तः सर्वपापेभ्यो यादिशङ्करसन्निधिम् इति श्रीपद्मपुराणे पादालखण्डे शिवराघवसंवादे एकादशोत्तरशततमोऽध्यायः ओम्।